अधुना अष्टादशे श्लोके तथा नवदशे श्लोके प्रथमार्धे रूपकालंकारस्य अभेदरूपकालंकारस्य भेदत्रयं प्रतिलोमक्रमेण वर्णयति ग्रंथकारः। शृणुध्वम्। अयम् हि धूर्झटिः साक्षाद् येन दग्धाः पुरः क्षणात्। अत्र अनुभयोक्ति तादृप्यरूपकम् इति वयं जानीमः। किञ्च अयं राजा एव धूर्झटिः, तन्नाम शङ्करः, येन पुरः क्षणाद्दग्धः पुरा, खलु तादृशशङ्करः अयमेव राजा इति अभेदं प्रदर्शयति। तथा च न राज्ञः आधिक्यमुक्तं न वा शङ्करस्य, अतः विषयश्च विषयी च समानस्तरे एव स्थापिताः। तेन कारणेन अत्र अनुभयोक्तिप्रकारकः अभेदरूपकालङ्कारः। अस्तु, अग्रे वयं न्यूनत्वाभेदरूपकस्योदाहरणं पश्यामः अष्टादशश्लोकस्य द्वितीये पादे। अयमास्ते विनाशम्भुस्तार्तिकैकं विलोचनम्। तार्तिकीयं विलोचनं नाम तृतीयं विकृतं लोचनं नेत्रं शम्भोः यदस्ति तद्विना अयं राजा आस्ते इति। तन्नाम अत्र विषयीभूतः शङ्करः ऊर्ध्वस्थाने स्थापितः, तदपेक्षया निम्नस्थाने वर्ण्योऽयं राजा विषयः स्थापितः। अतः अत्र अभेदरूपकस्य न्यूनत्ववचनप्रकारः दृश्यते। एवं हि नवदशे श्लोके प्रथमार्धे एवमुक्तं शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् इति। शम्भुः विश्वम् अवति अद्य स्वीकृत्य समदृष्टिताम् इति। राज्ञा समदृष्टिना खलु भाव्यम्, अतः विकृतं चेदस्ति तस्य दर्शनं त्रिभिः लोचनैः, तर्हि अनुचितं भवति। शम्भोस्तु लोचनत्रयेण विकारो दृश्यते, न तु अस्य राज्ञः इति विषयस्याधिक्यं प्रतिपादितं, विषयिणः च न्यूनता सूचिता। अनेन अत्र अभेदरूपकस्यैव आधिक्यवचनप्रभेदः लक्ष्यते।